पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 29 नारद उवाच ततो गच्छेद राजेन्द्र कालिन्दी तीर्थमुत्तमं तत्र स्नात्वा नरो राजन् न दुर्गतिमवाप्नुयाद पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके अविमुक्ते सुवर्णाख्ये यद्फलं लभते नरः तद्फलं समवाप्नोति यमुनायां नरोत्तम स्वर्गभोगेदिरागो वै येषां मनसि वर्तते यमुनायां विशेषेण स्नानदानेन सत्तम आयुरारोग्यसम्पत्तौ रूपयौवनतागुणे येषां मनोरथस्तैस्तु न त्याज्यं यमुनाजलं ये बिभ्यदि नरकादेर्दारिद्र्योऽत्र सन्धि च सर्वथा तै प्रयत्नेन तत्र कार्यं निमज्जनम् दारिद्र्यपापदौर्भाग्यपङ्गप्रक्षालनाय वै ऋते वै यामुनं तोयं न चान्योऽस्ति युधिष्ठिर श्रद्धाहीनानि कर्माणि मतान्यर्थफलानि वै फलं ददाति सम्पूर्णं यामुनं स्नानमात्रतः अकामो वा सकामो वा यामुने सलिले नृप इहामुत्रजदुःखानि मज्जनान्नैव पश्यति पक्षद्वये यथा चन्द्रक्षीयते वर्धते तथा पातकं नश्यते तत्र स्नानात् पुण्यं विवर्धते यथाब्धौ सुखमायान्ति रत्नानि विविधानि च आयुर्वित्तं कलत्राणि सम्पतः सम्भवन्ति च कामधेनुर्यथा कामं चिन्तामणिर्विचिन्तितं ददाति यमुनास्नानं तद्वत् सर्वं मनोरथं कृते तपः परं ज्ञानं त्रेतायां यजनं तथा द्वापरे च कलौदानं कालिन्दी सर्वदा शुभा सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते यामुने मज्जनं धर्मं धाराभिः खलु वर्षति अस्मिन् वै भारते वर्षे कर्म भूमौ विशेषदः कालिन्द्यस्नायिनां नृणां निष्फलं जन्म कीर्तितं नैश्वर्यं गगने यद्वच्चान्द्रे मायां तु मण्डले तद्वन्नभाति सत्कर्म यमुनामज्जनं विना व्रतैर्दानैस्तपोभिश्च न तद्धा प्रीयते हरिः तत्र मज्जनमात्रेण यथा प्रीणादि केशवः न समं विद्यते किञ्चित् तेजसौरेण तेजसा तद्वन्न यमुनास्नानं समाना क्रदुजा क्रियाः प्रीतये वासुदेवस्य सर्व पापापनुत्तये कालिन्द्या मज्जनं कुर्यात् स्वर्गलाभाय मानवः किं रक्षितेन देहेन सुपुष्ठेन बलीयसा अध्रुवेण सुदेहेन यमुना मज्जनं विना अस्थिस्तम्भं स्नायुबन्धम् मांसक्षतचलेपनं चर्मावनद्धदुर्गन्धं पूर्णं मूत्रपुरीषयोः जराशोकविपद्व्याप्तं रोगमन्दिरमाधुरं रागमूलमनित्यं च सर्वदोषसमाश्रयां परोपकारपापार्ति परद्रोह परेर्षिकं लोलुपं पिशुनं क्रूरं कृदघ्नं क्षणिकं तथा निष्ठुरं दुर्धरं दुष्टं दोषत्रयविदूषितम् अशुचितापि दुर्गन्धितापत्रयविमोहितम् निसर्गदो धर्मरतं तृष्णाशतसमाकुलम् कामक्रोधमहालोभ नरकद्वारसंस्थितम् कृमिवर्चस्तु भस्मादिपरिणामगुणावहम् ईदृक्शरीरं व्यर्थं हि यमुनामज्जनं विना बुद्बुदा इव तोयेषु प्रत्यण्डा इव पक्षिषु जायन्ते मरणायैव यमुनास्नानवर्जिताः अवैष्णवो हदो विप्रो हदं श्राद्धमपिण्डकम् अब्रह्मण्यं हदं क्षत्रमनाचार हदं कुलं स दम्भश्च हदो धर्मक्रोधेनैव हदं तपः अदृढं च हदं ज्ञानं प्रमादेन हदं श्रुतम् परभक्र्या हदा नारी ब्रह्मचारी स्त्रिया हदः अदीप्तेऽग्नौ हदो होमो हदा भक्तिसमायिका उपजीव्या हदा कन्या स्वार्थे पाकक्रिया हदा शूद्रभक्षो हदो योगः कृपणस्य हदं धनम् अनभ्यासहदा विद्या हदो बोधो विरोधकृत जीवितार्थं हदं तीर्थं जीवनार्थं हदं व्रतम् असत्या च हदा वाणी तथा पैशून्यवादिनी षट् कर्णगो हदो मन्द्रो व्यग्रचित्तो हदो जपः हदमश्रोत्रियेदानं हदो लोकश्च नास्तिकः अश्रद्धया हदं सर्वं यत्कृतं पारलौकिकम् इहलोको हदो नृणां दरिद्राणां यथा नृप मनुष्याणां हदं जन्म कालिधीमज्जनं विना उपपादकसर्वाणि पादकानि महान्ति च भस्मीभवन्ति सर्वाणि यमुनामज्जनान्नृप वेपं ते सर्वपापानि यमुनायां गदे नरे नाशके सर्वपापानां यदि स्नास्यति वारिणि पावका इव दीप्यन्ते यमुनायां नरोत्तमाः विमुक्ताः सर्वपापेभ्यो मेखेभ्य इव चन्द्रमाः आर्द्रशुष्कलघुस्थूलं वाङ्मनकर्मभिकृतं तत्र स्नानं दहेत्पापं पावकसमिधो यथा प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यद् स्नानमात्रेण नश्येद यमुनायां नृपोत्तम निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धतां सन्देहो नात्र कर्तव्यस्नाने वै यमुनाजले सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ तथा नृप सर्वेषां सर्वदा देवी यमुना पापनाशिका एष एव परो मन्त्र एतच्च परमं तपः प्रायच्चित्तं परं चैव यमुना स्नानमुत्तमं नृणां जन्मान्तराभ्यासात् कालिन्दी मज्जने मदिः अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप संसारकर्दमालेपप्रक्षालनविशारदं पावनं पावनानां च यमुनास्नानमुत्तमं स्नातास्तत्र च ये राजन् सर्वकामफलप्रदे शुभांश्च भुञ्जदे भोगांश्चन्द्र सूर्यग्रहोपमान् यमुना मोक्षदा प्रोक्ता मधुरा सङ्गदा यदि मधुरायां च कालिं दीप् पुण्याधिकविवर्धिनी अन्यत्र यमुना पुण्या महापादकहारिणी विष्णुभक्तिप्रदा देवी मधुरा सङ्गदा भवेद् भक्तिभावेन संयुक्ता कालिं द्यां यदि मज्जयेद् कल्पकोटिसहस्राणि वसते सन्निधौ हरेः मुक्तिं प्रयान्ति मनुजाः नूनं साङ्ख्येन वर्जिताः पितरस्तस्य तृप्यन्ति तृप्ता कल्पशतैर्दिवि ये पिबन्ति नराजन्यमुनासलिलं शुभं पञ्चगव्यसहस्रैस्तु सेविधै किं प्रयोजनं कोटितीर्थसहस्रैस्तु सेविधै किं प्रयोजनं तत्र दानं च होमश्च सर्वं कोटिगुणं भवेद् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे ऊनत्रिंशोऽध्यायः ॐ